अस्माकम् अद्यतन मुख्यविषयः अस्ति अत्यन्त अन्योन्याभावः इति. तदर्थं कानिचन विषयाः आवश्यकाः. गते सप्ताहे वयं दृष्टवन्तः अन्ये के अभावाः सन्ति, तादात्म्यसम्बन्धः, स्वरूपसम्बन्धः इति. अद्य इदम् अस्य कारणम् इति वक्तुं केचन निकषाः आवश्यकाः इति विषयं स्वीकृत्य आरम्भं कुर्मः. तर्हि गते सप्ताहे यद् या चर्चा आसीत् तत्र अभावाः चतुर्विधाः इति परिशीलितवन्तः. ते के इति वक्तुं शक्नोति वा माला भगिनी? प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः. अन्योन्याभावः इति चतुर्विधा भावः. अपि च संयोगः समवायः अनयोः मध्ये भेदः अस्ति इति अपि परिशीलितवन्तः. तस्य विषये किञ्चित् वदति वा? संयोगः इत्युक्ते हस्तद्वयमस्ति, तस्मिन् तस्य संयोगे तस्य संयोगेन यद् भवति तत् यदा वयं हस्तद्वयं नमस्कार हस्तद्वयं स्वीकृत्य नमस्कारं कुर्मः तदा भवति. इत्युक्ते द्रव्ययोः मध्ये संयोगः भवति. किं वदतु? द्रव्ययोः मध्ये संयोगः भवति. द्रव्ययोः मध्ये आम्. समवायः इत्युक्ते पृथक् कर्तुं न शक्नुमः. यथा पुस्तकमस्ति, पुस्तकत्वं पुस्तके पुस्तकत्वं समवायसम्बन्धः अस्ति, तत् पृथक् कर्तुं न शक्नुमः. गुणगुणिनोः मध्ये पुस्तके पुस्तकत्वम् अस्ति इति पुस्तकत्वं जातिः अस्ति. आम्. जातिव्यक्त्योः मध्ये अथवा पुस्तके पुस्तकं रक्तवर्णीयमस्ति चेत् रक्तवर्णः गुणः. तर्हि गुणगुणिनोः मध्ये, क्रियाक्रियवतोः मध्ये, अवयवावयविनोः मध्ये, विशेषनित्यद्रव्ययोर्मध्ये समवायः इति भवति. यत्र द्वे वस्तु पृथक् भवितुं प्रायः द्रव्ययोर्मध्ये संयोगः इति अस्ति. इदानीं नवविंशतितमे पुटे अत्र चित्रमस्ति खलु. भूतले घटाभावः अस्ति. घटे घटाभावस्य प्रतियोगिता अस्ति. घटत्वे अवच्छेदकता अस्ति. तत्र कीदृशः सम्बन्धः अस्ति? दैशिकविशेषण स्वरूपसम्बन्ध स्वरूपसम्बन्धः अवच्छेदकता स्वरूपसम्बन्धेन घटत्वे तिष्ठति. प्रतियोगिता स्वरूपसम्बन्धेन घटे तिष्ठति. घटाभावः स्वरूपसम्बन्धेन भूतले तिष्ठत् गते सप्ताहे. तदनन्तरं तादात्म्यसम्बन्धः इति अस्ति. तत् चित्रस्य अधोभागे एकं वाक्यमस्ति, तत् पठति वा? एवं घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः इति उच्यते. तादात्म्यसम्बन्धः इति एकः नूतनविषयः गते सप्ताहे प्रस्तावितः आसीत्. तस्य विषये इतोपि अद्य किञ्चित् पश्यामः. अस्तु, माला भगिनी पठति वा अग्रे अपि? इदम् अस्य कारणम् इति वक्तुं निकषाः। तथा हि कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम्। हस्तमलनिवारणं जलेन कर्तुम् इच्छति चेत् यद्हस्ते मलः अस्ति यत्र मलनिवारणरूपं कार्यं कर्तव्यं तद्हस्ते एव जलसंयोगः आवश्यकः, न तु अन्यस्ते भूतलादौ वा। अतः कार्यम् इति यत् वयं मन्यामहे तस्य अधिकरणे कारणम् इति यत् निर्धारणीयं तेन तेन स्थातव्यम्। अग्रे पठामि वा? न इदानीं वाक्यशः पश्यामः। इदम् अस्य कारणम् इति वक्तुं निकषाः। निकषाः इत्युक्ते किं चिन्तयन्ति भवत्यौ? निकषाः इत्युक्ते ये आवश्यकम् अस्ति, केचन नियमाः अपेक्षिताः एतस्य कारस्य कारणम् एवमस्ति इति वक्तुं नियमाः अपेक्षिताः, प्रमाणाः अपेक्षिताः। निकषाः इत्युक्ते शब्दकोशे टच् स्टोन् इति अस्ति, टच् स्टोन् इति। आम् इत्युक्ते एतद् अस्य कारणं, सुवर्णमस्ति चेत् सुवर्णमस्ति वा न वा इति निश्चयं कर्तुं शिलाखण्डम् अपेक्षते घर्षणं कर्तुं, तदेव टच् स्टोन् अस्ति परीक्षा कर्तुम्। आम् आम्, तथा एव एतद् अस्य कारणम् अस्ति इति वक्तुं केचन नियमाः अथवा परीक्षाः अपेक्षिताः अस्य ज्ञानार्थम् इति निकषाः। एकं कार्यमस्ति तस्य कारणं किम् इति ज्ञातुं के निकषाः आवश्यकाः इति अग्रे पश्यामः। अस्तु, वाक्यं पठतु, वाक्यशः पठित्वा गच्छामः। कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति इति विचारे आदौ तेन कार्य अधिकरणे भाव्यम् इति चिन्तितम्। कार्यकारणभावविचारे कार्यं किं कारणं किम् इति विचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति, कारणं किं भवितुम् अर्हति इति विचारे आदौ तेन कार्य अधिकरणे भाव्यम् इति चिन्तितम्। उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति इति अस्माकं विचारः भवतु। अनन्तरम् इदानीम् उत्पत्स्यमानं यत् कार्यं, व्याकरणदृष्ट्या जानाति वा उत्पत्स्यमानम् इति किम् अस्ति, कः प्रयोगः इति? तर्हि उत्पत्स्यमानं कार्यं, तस्य कार्यस्य विशेषणम् अस्ति उत्पत्स्यमानं भविष्यत्काले। उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति इति विचारं कुर्मः। इत्यस्मिन् विचारे अग्रे पठतु आदौ। आदौ तेन कार्य अधिकरणे भाव्यम् इति चिन्तितम्। किम् अवगतम्? तत् न अवगतवती। अस्माकं विचारः अस्ति एकं कार्यम् उत्पद्यमानं भविष्यति, तद् कारणं किम् इति अस्माकं विचारः. प्रथमम् आदौ तस्मिन् विचारे तेन कार्याधिकरणे भाव्यम् इति चिन्तितं. केन कार्याधिकरणे भाव्यम्? कारणेन. कार्यम् अस्ति, कारणम् अस्ति, अस्तु. कारणेन कार्याधिकरणे भाव्यम्. कार्याधिकरणम् इत्युक्ते किं चिन्तयति भवती अथवा शिल्पा भगिनी? कार्ये अधिकरणम्. कार्यस्य अधिकरणम्. कार्यस्य अधिकरणम् इत्युक्ते यत्र कार्यं भवति सः तदेव कार्यस्य अधिकरणम्. भूतले कार्यं भवति चेत् भूतलं भवति कार्यस्य अधिकरणम् इति. तर्हि कार्यस्य कारणं यदस्ति तेन कार्याधिकरणे भाव्यम् इति चिन्तितम् इति प्रथमः निकषः. अस्तु, अग्रे पठतु. प्रश्नाः सन्ति. यदि हस्तमलनिवारणं जलेन कर्तुम् इच्छति चेत् यद् हस्ते मलः अस्ति यत्र मलनिवारणरूपं कार्यं कर्तव्यं तद् हस्ते एव जलसंयोगः आवश्यकः, न तु अन्यस्मिन् हस्ते. भूतलादौ वा. हस्ते मलनम् अस्ति, तत् निवारयितुं जलम् आवश्यकं. यद् हस्ते मलः अस्ति तत्र एव जलम् आवश्यकम्. अन्यस्मिन् हस्ते न. भूतले अपि न वा? आम्. तर्हि कार्यस्य अधिकरणं किम् अधुना? कार्यस्य अधिकरणं हस्तः. कः हस्तः? यस्मिन् हस्ते मलः अस्ति वा अथवा यस्मिन् हस्ते मलः नास्ति वा? यत्र मलिनम् अस्ति. मालिन्यम् अस्ति. आम्. सः अस्ति कार्यस्य अधिकरणं. कार्यं किम् अधुना? कार्यं हस्तस्य मलनिवारणम्. हस्तस्य मलनिवारणं. यस्मिन् हस्ते मलः अस्ति अधिकरणम्. इदानीं हस्तमलनिवारणकार्ये कारणं किम् अस्ति? मलनिवारणं कारणं मलनिवारणं मलनिवारस्य कारणं जलेन भवति. हा, जलसंयोगः इति मलनिवारस्य कारणम्. अस्तु, तर्हि त्रीणि आदौ वा किं तस्य अर्थः किम्? तद्हस्ते एव जलसंयोगः आवश्यकः, न तु अपरस्मिन् हस्ते. अवगच्छति खलु? यस्मिन् हस्ते मलः तस्मिन् जलसंयोगः आवश्यकः, अपरस्मिन् न. अपि च भूतलादौ वा इत्युक्ते न तु अन्यस्मिन् हस्ते अथवा भूतलादौ इति. भूतलादौ इत्युक्ते भूतलम् इत्युक्ते भूतलादि इति पदमस्ति. आम्. परन्तु किमर्थं भूतलादि इति लिखितमस्ति? अहं भूतलादि इत्युक्ते कुत्र जलं स्थापयति? यत्र मलिनमस्ति तत्र. अपरस्मिन् हस्ते न स्थापयति अथवा पादे न स्थापयति अथवा भूतले न स्थापयति इति अर्थः. अन्यत्र कुत्रापि न स्थापयति जलं. जलसंयोगः तु मलिने हस्ते एव भवति. आम् आम्. भूतलादिः इति पदं तस्य सप्तमी विभक्ति भूतलादौ. तर्हि मलिनः हस्तः अस्ति अधिकरणं, मलनिवारणमिति कार्यं, जलसंयोगः इति कारणमस्ति मलनिवारणस्य. अग्रे पठतु. कार्यम् इति यत् वयं मन्यामहे तस्य अधिकरणे कारणम् इति यत् निर्धारणीयं केन स्थातव्यम्. अतः किम् अवगतम्? अतः कार्यम् इति वयं मन्यामहे, अत्र कार्यम् इत्युक्ते मलनिवारणम्. तस्य अधिकरणे हस्तः कारणं. अधिकरणम् इत्युक्ते किम्? अधिकरणम् इत्युक्ते किम् अस्मिन् प्रसङ्गे? अधिकरणम् इत्युक्ते किम्? इत्युक्ते किं हस्तः? हस्तः कार्यं, मलनिवारणम्, अधिकरणं, हस्तः. कारणम् इति यत् निर्धारणीयं तेन स्थातव्यम्. अत्र कारणं जलसंयोगः. तत् तत्र स्थातव्यं वा? कुत्र स्थातव्यम्? यत्र मलनिवारणं कर्तुम् इच्छामः, यत्र मलनिवारणं कर्तुम् इच्छामः तदस्ति अधिकरणम्. अधिकरणे कार्यम् अपि भवतु, कारणम् अपि भवतु इति अर्थः अस्ति. मलनिवारणकार्ये अस्माकम् अधिकरणमस्ति हस्तः, मलिनः हस्तः खलु. तस्मिन् हस्ते कार्यम् अपि भवतु, कारणम् अपि भवतु इति अर्थः. यत् कार्यमिति वयं यत् मन्यामहे, कार्यमिति वयं मलनिवारणं कार्यं मन्यामहे, तस्य अधिकरणे इत्युक्ते हस्ते कारणम् इति यद् निर्धारणीयं. कारणम् इत्युक्ते वयम् अत्र तु जलसंयोगः कारणम् आसीत्. तर्हि तद् कारणमपि तत्रैव भवेत्. कुत्र? अधिकरणे. अस्मिन् अधिकरणमस्ति मलिनः हस्तः इति विषयः अस्ति. अस्तु, अवगच्छति वा शिल्पा भगिनी? अहं सम्यक्तया न अवगच्छामि. अहं चिन्तयामि यत् यत्र कार्यं करोति तत्र क्षम्यतां, तत्र कार्याधिकरणम् अस्ति. सत्यं, कार्याधिकरणम् इत्युक्ते कार्यस्थलं, यत्र कार्यं भवति तद् अधिकरणम्. ओ अस्तु. किन्तु तदनन्तरं न अवगतवती. यत्र कार्यं भवति तद् कार्यस्य अधिकरणम्. इदानीं कार्यस्य कारणं किं? कारणम् इत्युक्ते अत्र साधनम् अथवा उपकरणं. कार्यं कर्तुं यस्य उपयोगः भवति इत्युक्ते जलसंयोगस्य उपयोगः, जलस्य उपयोगः भवति खलु. सः जलसंयोगः अपि कुत्र भवेत्? अत्र कार्यमस्ति मलनिवारणम्, अधिकरणमस्ति मलिनः हस्तः, जलसंयोगः इति कारणं कुत्र भवेत्? हस्ते. हस्ते भवेत्. हस्तः इति अधिकरणम् अस्ति खलु. तर्हि हस्ते कार्यं भवेत्, हस्ते कारणमपि भवेत्. ओ ओ एवम्. इदानीम् अवगच्छामि. अस्तु अस्तु. अस्तु अग्रे पठतु इदानीम् इतश्च चिन्तयम् इतश्च चिन्तयम् चिन्त्यम् चिन्त्यम् घटनिर्माणस्थले स्थले तन्निर्माणरीतिं ज्ञातुं कश्चित् नागरिकः गच्छति सोपि घटोत्पत्तिः यत्र भवति तत्र भूतले वर्तते एव न तु सः घटस्य कारणमिति व्यवह्रियते अतः कार्याधिकरणे विद्यते इति एतत् न पर्याप्तं किन्तु यत् कारणमिति निर्धारणीयं तेन कार्याधिकरणे सर्वदा भाव्यं नागरिकस्तु यदा ज्ञातुमिच्छति तदेव घटाधिकारणे भवति नान्यदा दण्डादयस्तु सर्वदा एव भवन्ति इति तानि घटकारणानि अस्तु किम् अवगतवती अहं न अवगतवती यदा अहं उच्चैः पठामि तदा वाक्यशः पठामः इतश्च चिन्त्यम् इत्युक्ते माला भगिनी किं चिन्तयति इतः च चिन्त्यं वयम् एवं चिन्तयामः आम् इतः परम् एवं चिन्तयामः इति एतावत् पर्यन्तं वयं कः निकषः इति निर्धारं कृतवन्तः अधिकरणमस्ति अधिकरणे कार्यमस्ति कारणमस्ति चेत् तदेव निकषः इति चिन्तितवन्तः किन्तु इतः परम् एवं रीत्या चिन्तनं कुर्मः इति उक्त्वा घटनिर्माणस्थले तन्निर्माणरीतिं ज्ञातुं कश्चन नागरिकः गच्छति अवगच्छति वा शिल्पा भगिनी न घटनिर्माणस्थले यत्र घटनिर्माणः भवति तत्र निर्माणं कथं भवति इति ज्ञातुम् एकः नागरिकः गच्छति अस्तु नागरिकः इत्युक्ते कश्चन जनः कश्चन पुरुषः गमिष्यति तत्र किं ज्ञातुं घटनिर्माणं कथं भवति इति ज्ञातुं सः गच्छति सः घटोत्पत्तिः यत्र भवति तत्र भूतले वर्तते एव अस्तु न तु इत्युक्ते यत्र घटनिर्माणं भवति तस्मिन् भूतले सः नागरिकः भवति. न तु सः घटस्य कारणम् इति व्यवह्रियते. किं चिन्तयन्ति भवत्यौ? न तु सः घटस्य सः घटनिर्माणस्य कारणं न भवितुम् अर्हति. वयं न कदापि वदामः सः घटनिर्माणस्य कारणम् इति, खलु? यद्यपि सः घटनिर्माणरीतिं ज्ञातुं गच्छति तत्र तदा घटनिर्माणं भवति, किन्तु घटनिर्माणस्य कारणं सः पुरुषः इति न व्यवहरामः, खलु? अग्रे, अतः कार्याधिकरणे विद्यते इति एतत् न पर्याप्तम्. सः कार्याधिकरणे भवति इति विषयः न पर्याप्तः. यत् कारणम् इति निर्धारणीयं तेन कार्याधिकरणे सर्वदा भाव्यम्. इदानीं सर्वदा इति उक्तं किमर्थम्? आवश्यकम्. आम्, पूर्वस्मिन् उदाहरणे सर्वदा इति न उक्तमासीत्. कार्यम् इति यत् वयं चिन्तयामः तद् अधिकरणे भवतु, कारणमपि अधिकरणे भवतु इति पूर्वस्मिन् परिच्छेदे एकः निकषः आसीत्. इदानीं सर्वदा इति उक्तमस्ति. वाक्यं पठतु भगिनि. किन्तु यत् कारणम् इति निर्धारणीयं तेन कार्य अधिकरणे सर्वदा भाव्यम् इत्यस्य अर्थः? तद् बहु आवश्यकम् अस्ति इति अहम् अवगतवती. हा, सर्वदा इत्युक्ते यदा नागरिकः भवति भूतले कार्य घटनिर्माणस्थले तदापि घटनिर्माणं भवति, यदा सः न भवति तदापि घटनिर्माणं भवत्येव. सः सर्वदा न भवति घटनिर्माणस्थले, खलु? यद्यपि नागरिकस्य घटनिर्माणरीतिं ज्ञातुम् इच्छा भवति तदापि सः न भवति चेदपि घटनिर्माणं भवति एव. तर्हि नागरिकः घटस्य निर्माणस्य कारणम् इति न वक्तुं शक्नुमः. यद्यपि सः कार्याधिकरणे वर्तते सः, किन्तु सः सर्वदा न भविष्यति तत्रैव. अतः सः कारणं न भवितुम् अर्हति. हा, कारणं न इति व्यवहरामः. नागरिकस्तु यदा ज्ञातुम् इच्छति तदैव सः घटाधिकरणे भवति, न अन्यथा. किन्तु दण्डादयः, घटनिर्माणार्थं दण्डः अपेक्षितः, अपि च किम् अन्यत् किम् अस्ति, मृदम् अपि अपेक्षितं, जलम् अपेक्षितं, खलु? तानि सर्वाणि वस्तूनि सर्वदा भवन्ति घटनिर्माणस्थले. अपि च कार्याधिकरणे अपि भवन्ति. यत्र घटनिर्माणं भवति तत्र एव एतानि दण्डादयवस्तूनि भवन्ति, अपि च सर्वदा भवन्ति इत्यनेन तानि घटनिर्माणस्य कारणानि भवन्ति. अवगच्छति वा? एतादृश दण्डः, चक्रं, तानि सर्वाणि घटकारणं भवति. घटस्य कारणानि. हा, किमर्थं घटस्य कारणानि भवन्ति तानि? ते सर्वदा तत्र सन्ति. सर्वदा कुत्र सन्ति? यत्र घटनिर्माणं भवति. हा, यत्र घटनिर्माणं भवति इत्यस्य अपरं पदम्? अपरं पदम् कार्यमस्ति घटनिर्माणं. तर्हि घटनिर्माणस्थलं भवति किम्? अधिकरणं, कार्यस्य अधिकरणम् इति चर्चितवन्तः, खलु? ओके घटनिर्माणम् इति कार्यं भवति, घटनिर्माणस्थलम् अस्ति कार्यस्य अधिकरणं. तत्र कार्यस्य अधिकरणे वयं कारणम् इति यद् यस्य निर्धारं कुर्मः तेन स्थातव्यं कुत्र कार्याधिकरणे, अपि च सर्वदा स्थातव्यं. नागरिकवत् नास्ति, एकस्मिन् क्षणे सः भवितुम् अर्हति अपरस्मिन् क्षणे न भवितुम् अर्हति. तर्हि सः कारणं नास्ति. दण्डादयः, चक्रं, मृद् जलं सर्वम् एतानि वस्तूनि सर्वदा कार्याधिकरणे इत्युक्ते घटनिर्माणस्थले एव भवन्ति इति कारणतः तानि घटकारणानि भवन्ति. अवगच्छति वा शिल्पा भगिनि? अत्र निकषद्वयं परिशीलितवन्तः. एकमस्ति कारणम् अधिकरणे भवेत्, अपरमस्ति कारणं सर्वदा अधिकरणे भवेत्. इदानीम् अवगच्छामि. अस्तु, द्वौ विषयौ, द्वौ विचारौ अत्र. अस्तु, केन आगतम् इदानीम्? अहं नीता अस्मि. नमस्कारः भगिनि. नमस्कारः भगिनि. नीता भगिनि, इदानीं समयः नास्ति, अतः केवलं शृणोमि. अस्तु अस्तु, नमस्कारः. अहं म्यूट् करोमि. अस्तु, अग्रे माला भगिनि. आं, पठति वा? चिन्त्यं घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते, एवं सर्वदा वर्तते. अतः घटः अपि घटस्य कारणं स्यात्. अतः यस्मिन् क्षणे कार्य उत्पत्तिः, तत् स्वक्षणे कारणेन भाव्यम् इति चिन्त्यते. घटः यद्यपि वर्तते, स्वः स्वोत्पत्युत्तरं स्व उत्पत्ति तत् किं भगिनि? स्व उत्पत्युत्तरम्. स्व उत्पत्युत्तरं सर्वदा वर्तते, परन्तु न स्व उत्पत्ते पूर्वं वर्तते. अतः न घटस्य स्वं प्रति कारणत्वापत्तिः. इतः अपि चिन्त्यम् इतः अपि कार्यं अधिकरणे कपाले वर्तते. घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते. एवं सर्वदा वर्तते. इदानीं वयं चिन्तयामः, घटः इति कार्यमस्ति अस्माकं, घटनिर्माणं, तस्य फलं किं? घटनिर्माणस्य फलमस्ति घटः, अन्तिमफलं भवति घटः, खलु? तर्हि घटः इति अस्माकं कार्यं. घटः घटनिर्माणार्थं कपालद्वयम् आवश्यकम्. तर्हि घटः कुत्र वर्तते? कपाले वर्तते इति चिन्तनमस्ति अत्र. अवगच्छन्ति वा? आम् आम्, कपालः तु सर्वदा तत्र वर्तते. तर्हि कपालः अधिकरणमस्ति. ओ, किमर्थं चेत् घटः इति अस्माकं कार्यं कपाले वर्तते. कपालस्य मेलनेन घटः निर्मीयते, खलु? आम्. तर्हि कपालः अस्ति अधिकरणं घटकार्यस्य. अस्तु, एषः घटः सर्वदा कपाले वर्तते. कपालं विना घटः नास्ति. तर्हि घटः सर्वदा कपाले वर्तते. एवं सति घटः सर्वदा वर्तते कपाले इति चिन्तयित्वा, अपि च घटः अधिकरणे वर्तते इत्युक्ते कपाले वर्तते इति चिन्तयित्वा घटः घटस्य कारणं भवितुम् अर्हति वा इति प्रश्नः. घटः एव घटस्य कारणम् इति प्रश्नः, तस्य समाधानमपि अग्रे अस्ति, पठतु. अतः सः यस्मिन् क्षणे कार्य उत्पत्तिः तत् पूर्वक्षणे कारणेन भाव्यम् इति चिन्त्यते. कारणं पूर्वक्षणे कारणम् इदानीं वयं एवं कर्तुं शक्नुमः. कार्यं किम् अत्र? घटनिर्माणं. घटनिर्माणम् अथवा घटः इति कार्यमस्ति. अस्तु, अधिकरणं किम्? कपालः. कारणं किम् इति विचारः अस्ति अत्र? अत्र विचारः अस्ति घटः एव घटस्य कारणं वा इति. घटः एव कारणं, कार्यमस्ति घटः, कारणमपि घटः, अधिकरणमस्ति कपालः. एवं भवितुम् अर्हति वा इति विचारे सति एषः प्रश्नः भवति. यस्मिन् क्षणे कार्योत्पत्तिः तत् पूर्वक्षणे कारणेन भवितुम् अर्हति वा इति. अवगच्छन्ति वा? स्वस्य वाक्ये वदतु. अत्र घटनिर्माणं भवति, अधिकरणं कपालः अस्ति, कारणं घटः, कारणम् अपि घटः, अतः यस्मिन् क्षणे कार्यं घटनिर्माणं भवति क्षणे एव तत्पूर्वक्षणे कारणं कार्यं घट एव भवितुम् अर्हति वा? तथा भवति वा? घटमेव घटस्य कारणम् इति चिन्तयामः इदानीं. घटनिर्माणस्य पूर्वं घटं भवति वा? न भवति, परन्तु अत्र ते वदन्ति चिन्तनीयम् इति चिन्त्यते. अत्र पश्यतु, अतः यस्मिन् क्षणे कार्योत्पत्तिः तत् पूर्वक्षणे कारणेन भाव्यम् इति चिन्त्यते इत्युक्ते कारणेन भवितव्यं, कारणः भवेत् घट कार्यात् पूर्वमेव कारणं भवेत्. अत्र कारणं भवति वा? घटः कारणम् इति वयं स्वीकुर्मश्चेत् अत्र कारणं तथा भवति वा? घटनिर्माणात् पूर्वं घटः भवति वा इति प्रश्नः अस्ति खलु? न, इति भवितुमर्हति वा, कदापि भवितुमर्हति वा? अस्माकं तृतीयः निकषः अस्ति कार्योत्पत्तेः पूर्वं कारणं भवेत् इति. अस्मिन् उदाहरणे घटः इति कारणं स्वीकृत्य तद् कारणं घटनिर्माणात् पूर्वमेव भवेत्, किन्तु घटः घटनिर्माणात् पूर्वं भवति वा इति प्रश्नः. तदा कदापि भवितुम् अर्हति किम्? इति उत्तरं साधु एव. तद् प्रागभावः इति वदामः खलु. वयं गते सप्ताहे परिशीलितवन्तः. आम् आम्. तर्हि तृतीयः निकषः अस्ति कार्योत्पत्तेः पूर्वं कारणं भवेत् इति. अस्माकम् उदाहरणे तथा न भवति इति कारणतः घटः घटनिर्माणस्य कारणं न भवति इति विचारः. अग्रे वाक्यद्वयम् अस्ति, पठित्वा किञ्चित् वदतु. यद्यपि वर्तते स्व उत्पत्त्युत्तरं सर्वदा वर्तते, परन्तु न तेः पूर्वं वर्तते. घटः यद्यपि भवति स्व उत्पत्त्युत्तरम् इत्युक्ते किं? स्वस्य उत्पत्तेः उत्तरं, स्वस्य उत्पत्तेः अनन्तरम्. ओहो, उत्पत्तेः अनन्तरम्. घटः यद्यपि वर्तते तथापि स्वस्य उत्पत्तेः उत्तरं सर्वदा वर्तते, परन्तु न स्वस्य उत्पत्तेः पूर्वम्. आम् आम् इति वाक्यमस्ति. आम् इदानीम् अवगम्यते किम्? यद्यपि वर्तते, घटः अस्ति, स्वस्य उत्पत्त्य अनन्तरं सर्वदा वर्तते, तत्तु अवगतं, परन्तु न स्वस्य उत्पत्तेः पूर्वं वर्तते. अनन्तरं भवितुम् अर्हति, परन्तु पूर्वं भवितुं न अर्हति. हलो. आमाम्. अतः अतः न घटस्य त्वं प्रति कारणत्व कारणं न कारणत्वापत्तिः. तत्र किं कार इत्युक्ते तदर्थं घटः स्वस्य उत्पत्तेः कारणं नास्ति इति अर्थः. आम् तद् अवगति, परन्तु कारणत्वापत्तिः तस्य पृथक् पदानि किं? हा, कारणत्वस्य आपत्तिः. अतः न घटस्य स्वं प्रति कारणत्वस्य आपत्तिः. आपत्तिः इत्युक्ते येन, यस्य कारणेन भवितुमर्हति अथवा द रीज़न् इति. सः अतः न घटस्य स्वं प्रति कारणत्वस्य आपत्तिः. किमर्थं न आपत्तिः कारणत्वस्य? भवती पूर्वमेव उक्तवती खलु, घटस्य उत्पन्नस्य वदतु. घटः कारणं भवितुं न अर्हति यतः माला भगिनी. आम् आम्. हा, किमर्थं वदतु, भवती जानाति एव, इदानीमेव उक्तवती भवती. घटः घटस्य कारणं नास्ति यतोहि स्वस्य स्वस्य उत्पत्तेः पूर्वं नास्ति घटः इति कारणेन. आम्. अतः घटः कारणं नास्ति. तर्हि त्रयः निकषाः अस्माभिः अवलोकिताः. प्रथममासीत् कार्यम् अपि च कारणं समानाधिकरणे भवतामिति. यत्र कार्यं प्रचलति तत्र कारणमपि इति प्रथमः विचारः. द्वितीयः विचारः आसीत् यत्र कार्यं प्रचलति तत्र कार्यं सर्वदा भवतु इति. तृतीयः विचारः आसीत् कारणं इति यद् निर्धारणीयं तद् कार्यस्य उत्पत्तेः पूर्वं भवतु इति इति त्रयः निकषाः परिशीलिताः. अवगम्यते वा? शिल्पा भगिनी अवगच्छति वा? तृतीया न अवगतवती. घटः अस्तु, इदानीं कपालः अस्ति, कपालः जानाति खलु, घटस्य अवयवः अस्ति. क्षम्यतां, घटस्य अवयवः अस्ति कपालः, कपाले घटः सर्वदा भवति. आं, घटः कार्यं, कपालः अधिकरणं कार्यस्य इति चिन्तयामश्चेत् कार्यस्य अधिकरणं कपालः, अपि च घटः इति कार्यं सर्वदा कपाले भवति इति चिन्तयित्वा, यतोहि घटः सर्वदा भवति तत्र, घटः घटस्य कारणं भवितुमर्हति वा इति प्रश्नः आसीत्. तथा न इति उक्तवन्तः, यतोहि घटस्य निर्माणात् पूर्वं घटः न भविष्यति. घटस्य निर्माणात् पूर्वं घटः भवति वा? न. तर्हि कारणं सर्वदा भवितव्यम् इति उक्तम्, अपि च कार्यस्य पूर्वमपि कारणं भवतु, कार्यात् पूर्वमपि कारणं भवतु इति तृतीयः निकषः अस्ति. तदर्थं घटः घटस्य कारणं न भवितुम् अर्हति. ओ अस्तु, अस्तु. इदानीम् अग्रिमं वाक्यं पठतु, अग्रिमपरिच्छेदम्. घटकारणीभूताः दण्डचक्रादयः ते घटादिकारणे कपले वर्तन्ते, सर्वदा वर्तन्ते, एवं घटो उत्पत्ति तेहे पूर्वक्षणे वर्तन्ते इति दण्डः घटकारणं क्षत्रं घटकारणमिति व्यवहारः तथा च किञ्चन कस्यचित् कारणमिति निर्धारयितुम् एकं तेन कार्याधिकरणे स्थातव्यम् तेन कार्याणि कार्याणि अधिकारणे स्थातव्यं द्वितीया तेन कार्याधिकारणे सर्वदा स्थातव्यं तृतीया तेन कार्याधिकारणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति भवति क्रमः विचारस्य. तर्हि समरी अस्ति. आम् सारांशः अस्ति, किन्तु प्रथमवाक्यं यद् पठितवती तद् पुनः पठित्वा वाक्यशः परिशीलय. ये तु घटकारणीभूताः, ये तु घटकारणीभूताः दण्डचक्रादयः ते घटादिकारणे कपाले वर्तन्ते सर्वदा वर्तन्ते एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्डः घटकारणं चित्रं घटकारणमिति व्यवहारः किम् अवगतम् अस्माकं त्रयः निकषाः आसन् एकं प्रथमः आसीत् कार्याधिकरणे कारणेन स्थातव्यं कार्याधिकरणे कारणेन सर्वदा स्थातव्यम् अपि च कारणेन कार्याधिकरणे कार्योत्पत्तेः पूर्वमेव निकषाः आसन् भवती पठितवती तद् उपयुज्य इदानीं वदतु दण्डचक्रादयः कार्याधिकरणे भवन्ति वा इति कार्याधिकरणं किम् अस्ति अत्र न कार्याधिकरणं मारा भगिनी कपालः कपालः इति कार्याधिकरणम् अस्ति घटः इति कार्यमस्ति कपालः इति कार्याधिकरणमस्ति इदानीं दण्डचक्रादयः एतान् अधिकृत्य चिन्तनं कुर्मः दण्डचक्रादयः कार्याधिकरणे इत्युक्ते कपाले वर्तन्ते वा इति वर्तन्ते खलु घटनिर्माणकाले दण्डचक्रादयः कपाले सर्वदा वर्तन्ते अन्तिमवाक्यं पुनः वदतु दण्डचक्रादयः दण्डः चक्रः इत्यादयः कार्याधिकरणे इत्युक्ते कपाले वर्तन्ते अपि च कपाले ते सर्वदा वर्तन्ते तृतीयः विषयः अस्ति घटस्य निर्माणात् पूर्वमेव दण्डः चक्रं सर्वं पूर्वमेव वर्तन्ते कपाले इति कारणेन घटनिर्माणकार्ये एते भवन्ति कारणानि इति विषयः तर्हि क्रमेण एतान् त्रयान् विचारान् मनसि स्थापयन्तु कार्याधिकरणे स्थातव्यं कारणेन प्रथमः विषयः द्वितीयः कार्याधिकरणे सर्वदा स्थातव्यं तृतीयः विषयः कार्योत्पत्तेः पूर्वमेव कार्याधिकरणे स्थातव्यं तदा एव एतद् कार्यस्य कारणम् इति वक्तुं शक्नुमः नो चेत् न पूर्वस्मिन् उदाहरणे जलम् आसीत् कार्याधिकरणे अपरस्मिन् उदाहरणे एकस्य जनस्य घटनिर्माणरीतिं ज्ञातुम् इच्छा आसीत् किन्तु सः कारणं न आसीत् यतोहि सः सर्वदा न भवति घटनिर्माणस्थले अपरस्मिन् उदाहरणे घटः घटस्य कारणं भवितुं न अर्हति यतोहि घटनिर्माणात् पूर्वं घटः नास्ति इति कारणेन किन्तु दण्डचक्रादयः तथा नास्ति कार्याधिकरणे सर्वदा भवन्ति कार्योत्पत्तेः पूर्वमपि अस्तु तर्हि एते आसन् निकषाः इदमस्य कारणमिति वक्तुं निकषाः त्रयः आसन् प्रश्नाः न सन्ति चेत् अग्रे सरामः अस्तु, माला भगिनी पठति वा? तादात्म्या स्वीकारे कपालस्य घटकारणत्वात् सम्भवः इत्थं च कपालः घटं प्रति कारणं न स्यात्। अग्रे पठतु भगिनी, स्पष्टः भवति। घटाधिकरणे कपाले कपालः स्वयं न प्रसिद्धैः संयोगादिभिः वर्तते। कुतः संयोगः द्वयोरेव द्रव्ययोर् अपि गुणगुणिनो एव कल्पितः। संयोगितादिरूपतापि कपालस्य नास्ति, तेन दैशिकविशेषणता अपि न सम्बन्धः। किञ्च सम्बन्धिनोः भेदे सति एव संयोगसमवायादयः सम्भवन्ति इति कथम् एकस्येव कपालस्य अभिन्नस्य स्वस्मिन् समवायादयः स्युः? इदानीं त्रयः निकषाः आसन्, कार्याधिकरणे भवतु, कार्याधिकरणे सर्वदा भवतु, अपि च कार्याधिकरणे कार्योत्पत्तेः पूर्वं भवतु इति खलु। तर्हि तथा पश्यामश्चेत् कपालः घटं प्रति कारणं स्यात् इति विषयः। घटः कार्याधिकरणे कपाले अस्ति, अपि च कार्याधिकरणे सर्वदा भवति, अपि च कार्याधिकरणे कार्योत्पत्तेः पूर्वं भवति। कपालः भवति, तदनन्तरं घटः निर्मीयते इति विषयः। किन्तु कपालः केन सम्बन्धेन कपाले भवति इति विश्लेषणम् अग्रे अस्ति। तदेव तादात्म्यसम्बन्धः वा? आम्, सत्यं। किन्तु वाक्यशः पठामः, भवती तु जानाति एव। इत्थं च कपालः घटं प्रति कारणं न स्यात्। कपालः घटस्य कारणं न इति लिखितमस्ति खलु? किमर्थं न अथवा अस्तु पठतु। घट अधिकरणे कपाले कपालः स्वयं न प्रसिद्धैः संयोगादिभिः वर्तते, न अवगतवती। घटाधिकरणे इत्युक्ते कपाले, अस्माकम् अधिकरणं किमस्ति? घटाधिकरणम् अस्ति कपालः। कपाले कपालः स्वयं संयोगसम्बन्धेन वर्तते वा? स्वयं अस्माभिः के सम्बन्धाः दृष्टाः एतावत्पर्यन्तम्? केचन सम्बन्धाः प्रेषणिताः खलु? आम्। के संयोगः? एकः समवाय स्वरूपसम्बन्ध। हा, एते प्रसिद्ध दैशिकविशेषणता अपि इति एकः सम्बन्धः। किन्तु घटाधिकरणे कपालः स्वयं प्रसिद्धाः सम्बन्धाः इत्युक्ते संयोगः, समवायः, स्वरूपसम्बन्धः, एतैः सम्बन्धैः स्वस्मिन् न वर्तते कपालः। किमर्थं, कुतः इत्युक्ते किमर्थम् इति। संयोगः भिन्नयोरेव द्रव्ययोर्भवति। संयोगः भिन्नद्रव्ययोः भवति। हा, कपालः तु एकः, भिन्नः द्रव्यः नास्ति तत्र। आम्, तदर्थं संयोगः न गुणिभाव आदि भावादिस्थले एव कल्पितः। स समवायः कुत्र कुत्र वर्तते इति वयं दृष्टवन्तः. गुणगुणिनो गुणगुणिनोः मध्ये अपि च अवयविनोः क्रियाक्रियावतोः जातिव्यक्तयोः आम् अपि च विशेषनित्यद्रव्ययोर्मध्ये समवायः अत्र अत्र तादृशाः पदार्थाः सन्ति वा? कपालः एकः एव, तत्र गुणः अपि च गुणि इति प्रसङ्गः अस्ति वा? न. अथवा अवयव अवयविन् इति प्रसङ्गः अस्ति वा? न. क्रियाक्रियवत् इति अपि नास्ति, जातिव्यक्ति इति अपि प्रसङ्गः नास्ति, यतोहि कपालः एकः एव. तदर्थं समवायः अपि न भवति, समवायसम्बन्धः अपि नास्ति. प्रतियोगिता आदिरूपता अपि कपालस्य नास्ति, अत्र कपालः प्रतियोगिता अपि नास्ति. हा, कपाले प्रतियोगिता नास्ति. प्रतियोगिता कुत्र वर्तते? घटाभावस्य सन्दर्भे प्रतियोगिता कुत्र भवति? घटाभावं यदि वयं पूर्वस्मिन् पुटे अस्ति घटाभावः इति वदामश्चेत् प्रतियोगिता अनुयोगिता इति विचारः आगतः खलु? आम्. तर्हि प्रतियोगिता कुत्र वर्तते? घटे. अनुयोगिता कुत्र वर्तते? घटाभावे. अवच्छेदकता इत्यादयः, अवच्छेदकता कुत्र वर्तते? घटत्वे. घटत्वे अवच्छेदकता वर्तते, अवच्छेद्यता प्रतियोगितायां वर्तते. तादृशः सम्बन्धः, तादृशप्रतियोगितादिरूपता अपि कपालस्य नास्ति. इत्युक्ते स्वरूपसम्बन्धेन अपि कपालः कपाले न वर्तते. वयं दृष्टवन्तः यत् घटाभावः स्वरूपसम्बन्धेन भूतले वर्तते, प्रतियोगिता स्वरूपसम्बन्धेन घटे वर्तते, अवच्छेद्यकता स्वरूपसम्बन्धेन घटत्वे वर्तते इति. तादृशः सम्बन्धाः अपि अत्र नास्ति इत्यस्य अर्थः प्रतियोगितादिरूपता अपि कपालस्य नास्ति. अग्रे दैशिकविशेषणता अपि नास्ति, न सम्बन्धः. किञ्च सम्बन्धिनोः भेदे सति एव संयोगसमवायादयः सम्भवन्ति इति कथम् एकस्यैव कपालस्य अभिन्नस्य स्वस्मिन् समवायादयः स्युः? प्रारम्भतः पठतु भगिनि एकवारं वाक्यम्. किञ्च सम्बन्धिनोः भेदे सति संयोगसमवायादयः सम्भवन्ति इति. सम्भवन्ति इत्यस्य अर्थः न जानामि. सम्बन्धिनोः भेदे सति कीदृशः प्रयोगः जानाति वा? सतिसप्तमी. हा, सतिसप्तमी. सतिसप्तमी इत्युक्ते यदा तदा. तर्हि यं सम्बन्धिनोः भेदः भवति चेदेव तदा संयोगसमवादयः सम्भवति इति वयं जानीमः. इदानीं कपालस्य विषयः कः? एकस्यैव कपालस्य अभिन्नस्य स्वस्मिन् समवायादयः स्युः भवतीम् अर्हति वा इति तत्र लिखितमस्ति खलु. कपालः कीदृशः? कपालः एकः एकः अपि च अभिन्नः भिन्नः. कपालः तादृशः अस्ति यत्र सम्बन्धिनोः मध्ये भेदः नास्ति. आम्, एकः एव कपालः, अभिन्नः कपालः. तत्र कपालस्य स्वस्मिन् कः सम्बन्धः इति द्रष्टुं वयं यतामहे अधुना. तर्हि सम्बन्धिनोः इति विषयः एव न उदेति. सम्बन्धिनोः भेदः अस्ति इति यत्र भवति तदा एव संयोगः समवायः इति विषयः भवति. नो चेत् एकस्यैव कपालस्य अभिन्नस्य स्वस्मिन् समवादयः स्युः इति प्रश्नः भवितुमर्हति वा इति. आम् आम्, अवगतम्. शिल्पा भगिनी अवगतं वा? अस्तु, इदानीं कपालः इति अस्ति खलु. कपालः घटनिर्माणस्य कारणं भवति वा इति प्रश्नः. कपालः एव कार्याधिकरणम्, अपि च कपालः सर्वदा भवति. कपालः घटस्य निर्माणात् पूर्वमपि भवति इति विषयः. तर्हि घटः, घटस्य निर्माणार्थं कपालः कारणं भवति चेत् कपाले इत्युक्ते कार्यस्य अधिकरणे कपालः केन सम्बन्धेन भवति इति ज्ञातुम् अत्र प्रयत्नमस्ति. कपालः कपाले केन सम्बन्धेन भवति, संयोगसम्बन्धेन भवति वा इति प्रयत्नः ज्ञातुं प्रयत्नं कुर्मः. तथा न भवति, यतोहि संयोगः सम्बन्धः द्रव्ययोर्मध्ये भवति. समवायसम्बन्धेन कपालः कपाले भवति वा इति ज्ञातुम् इच्छामश्चेत् तथापि नास्ति, यतोहि समवायसम्बन्धः गुणगुणिनोः मध्ये अथवा अवयव अवयविनोः मध्ये इत्यादिषु स्थलेषु भवति. अत्र स्वरूपसम्बन्धः अपि नास्ति. अपि च कपालस्य स्वस्मिन् कः सम्बन्धः इति ज्ञातुम् इच्छामः, अत्र सम्बन्धिनोः भेदः नास्ति. तर्हि कपालः केन सम्बन्धेन स्वस्मिन् वर्तते इति प्रश्नः अस्ति. न श्रोतुं शक्नोमि भगिनि. शृणोति इदानीम्? आमाम्, इदानीं शृणोमि. अहं सम्यक्तया न अवगच्छामि. कपालः एतत् एषः एतस्य भाग अवयवाः अपि सन्ति न? कपालस्य अवयवः न सन्ति, घटस्य अवयवः अस्ति कपालः. घटः अस्ति अवयवी, तस्य अवयवः अस्ति कपालः. कपालस्य स्वस्य अवयवः इति किमपि नास्ति. अवगच्छति वा इदानीं? तदर्थं समवायसम्बन्धः नास्ति. अस्तु अस्तु, माला भगिनी अत्र चित्रम् अस्ति, तत् पठतु एकवारम्. आम्, एतैः सम्बन्धैः नास्ति. इति अर्थः अस्ति, वयं दृष्टवन्तः यत् संयोगसम्बन्धेन कपालः स्वस्मिन् नास्ति. घटः इति कार्यमस्ति, अवयवः अवयवी अस्ति, तेन सम्बन्धेनापि कपालः नास्ति, तर्हि तत्र समवायसम्बन्धः अपि नास्ति. दैशिकविशेषणतासम्बन्धेन अपि कपालः स्वस्मिन् नास्ति. कालिकः इति सम्बन्धः तद् अग्रे वक्ष्यमाणः अस्ति, तेन सम्बन्धेन अपि कपालः कपाले नास्ति. विषयता इति वक्ष्यमाण भविष्यति, तेन सम्बन्धेन अपि कपालः स्वस्मिन् नास्ति इति विषयः. इदानीं केन सम्बन्धेन कपालः स्वस्मिन् वर्तते इति अग्रे अस्ति. शिल्पा भगिनी पठति वा? मम समीपे नास्ति भगिनी. पत्रं नास्ति. ओ पत्र, किमर्थम्? अहं मम समीपे न, शिल्पा ओ त्रिंशत् पर्यन्तं, त्रिंशत् पर्यन्तमेव अस्ति. एवं वा, अस्तु. शिल्पा भगिनी अस्ति किं भवत्याः सकाशे? मम समीपे पुस्तकमेव अस्ति, तर्हि अहं पठामि. अस्तु, पठतु. अतः कपालस्य स्वस्मिन् सम्बन्धे सम्बन्धः तदात्म्यम् इति उच्यते. कपालः स्वस्मिन् तदात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयतीति भवति कपालः घटस्य कारणम्. अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तदात्म्यसम्बन्धः इति सिद्धम्. अवगच्छति वा? अस्तु, प्रारम्भतः पठामः. अतः कपालस्य, वदतु भगिनि. अस्तु, अतः कपालस्य स्वस्मिन् सम्बन्धः तदाम्यम् इति उच्यते. तर्हि कस्य स्वस्मिन् सम्बन्धः वदति? तस्य नाम तदाम्यं, तत् वयं तं तदाम्यं वदामः. पदार्थेषु यः सम्बन्धः वर्तते स्वस्मिन्, तस्य नाम तादात्म्यसम्बन्धः इति. ओ, वयं परिशीलितवन्तः यत् कपालः स्वस्मिन् संयोगसम्बन्धेन न वर्तते, कपालः स्वस्मिन् समवायसम्बन्धेन न वर्तते, कपालः स्वस्मिन् स्वरूपसम्बन्धेन न वर्तते. तर्हि केन सम्बन्धेन वर्तते? तादात्म्यसम्बन्धेन. कपालस्य स्वस्मिन् सम्बन्धः तादात्म्यम् इति उच्यते. स्वस्मिन् एव यः सम्बन्धः अस्ति पदार्थानां, सः तादात्म्यसम्बन्धः. तर्हि कपालः स्वस्मिन् तादात्म्येन स्थित्वा, अवगच्छति वा? कपाले एकः सम्बन्धः अस्ति स्वस्मिन्नेव, इत्युक्ते वितिन् कपालः, कपाल रिसैड्स् इन् कपालः बै वर्च्यू आफ् तादात्म्यसम्बन्धः इति अर्थः. कपालः स्वस्मिन् तादात्म्येन वर्तते. कपालः स्वस्मिन् तादात्म्येन स्थित्वा सः समवायेन स्वस्मिन् घटोत्पादयति इति कपालः घटस्य कारणम्. इदानीम् अवगच्छति वा माला भगिनी, नीता भगिनी? कपालः स्वस्मिन् तादात्म्येन भविष्यति, तदवगतम्? किन्तु समवाय घटः कपालः अनयोः मध्ये कः सम्बन्धः? इदानीं कपालः कपाले तादात्म्येन भवति, घटकपालयोः मध्ये कीदृशः सम्बन्धः अस्ति? अवयव अवयविनोः मध्ये कीदृशः सम्बन्धः भवति? समवायसम्बन्धः. हा, तर्हि घटः अस्ति, घटस्य अवयवः अस्ति कपालः, घटः अवयवी, तयोः मध्ये समवायसम्बन्धः. तदर्थं समवायेन स्वस्मिन् कपालः घटम् उत्पादयति इति कपालः घटस्य कारणं, समवायी कारणम् इति उच्यते. स्वस्मिन् कपालः तादात्म्येन वर्तते, तादात्म्येन स्थित्वा समवायेन स्वस्मिन्नेव घटम् उत्पादयति इति कारणेन कपालः घटस्य कारणम्. घटस्य कारण कार्यस्य कारणं निर्धारयितुं त्रयः निकषाः आसन्, कार्याधिकरणे स्थातव्यं, सर्वदा स्थातव्यम्, अपि च कार्योत्पत्तेः अनन्तरमपि स्थातव्यमिति. पूर्वं खलु? हा, क्षम्यतां, पूर्वं कार्योत्पत्तेः पूर्वमपि स्थातव्यम्. एतान् त्रयानपि नियमान् कपालः पालयति. कपालः स्वयमेव अधिकरणमस्ति, तर्हि तत्रैव भवति अधिकरणे कपालः. केन सम्बन्धेन? तादात्म्येन. अपि च सर्वदा तादात्म्येन भवति कपालः. वयं जानीमः यत् कार्योत्पत्तेः इत्युक्ते घटोत्पत्तेः पूर्वमपि भवति कपालः, किन्तु समवायसम्बन्धेन घटोत्पादयति कपालः, कपाले घटोत्पादयति समवायसम्बन्धेन इति कारणतः घटस्य कपालः घटस्य कारणमस्ति, समवायिकारणम् इति उच्यते. अस्तु. अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः, सः तादात्म्यसम्बन्धम् इति सिद्धम्. बहु सम्यक् आसीत्. अस्तु, अग्रे इतोपि एकः पेराग्राफ् अस्ति. शिल्पा भगिनी समापयति वा? अस्तु. सर्वदोपि पदार्थाः उत्तसम्बन्धेन सर्वस्मिन् भवति. स्वस्मिन् भवति. सर्वस्मिन् भवति. क्षम्यतां, स्वस्मिन् भवति. तेन सम्बन्धेन घटो नास्तीत्यभावः घटः घटं विहाय जगति सर्वत्र भवति. अयमेव च भेदः प्रतियोगितं योगिनं प्रतियोगिनं विहाय सः सर्वत्र भवति. एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति. अयमेव च भेदः अन्योन्ति विभागे चतुर्थः निर्दिष्टः निर्दिष्टः तल्लक्षणं च सङ्ग्रहपङ्क्तिव्याख्याने निरूपयिष्यते. अस्तु, वाक्यशः पठामः. सर्वे अपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति. उक्तसम्बन्धेन इत्युक्ते तादात्म्यसम्बन्धेन सर्वे अपि पदार्थः स्वस्मिन् भवति. तदवगम्यते वा? तेन सम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. विहाय इत्युक्ते एक्सेप्ट् घटः. जगति सर्वत्र भवति. घटाभावः घटे अस्ति वा इति प्रश्नः प्रथमम्. घटाभावः घटे अस्ति वा? न. हा, घटाभावः घटे नास्ति. किमर्थम्? घटाभावः घटस्य विरोधः अस्ति. सत्यम्. किन्तु तस्य वदनशैली अस्ति घटः तादात्म्यसम्बन्धेन स्वस्मिन् अस्ति, तदर्थं घटाभावः घटन घटे नास्ति. एतत् तादाम्यम् अस्ति. तादात्म्यसम्बन्धः घटे तादात्म्यसम्बन्धः अस्ति. तादात्म्यसम्बन्धेन घटः घटे वर्तते इति कारणेन घटे घटाभावः नास्ति. घटं विहाय सर्वत्र जगति अयम् अभावः वर्तते, किन्तु घटे न भवति. किमर्थम्? माला भगिनी. वाक्यमस्ति तादात्म्यसम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति इति. वाक्यम् अवगच्छति वा? आम्. तादात्म्यसम्बन्धः घटे भवति, घटः स्वस्मिन् तादात्म्यसम्बन्धेन भवति इति अवगच्छति खलु? आम् आम्. तदर्थम् एतेन सम्बन्धेन घटः नास्ति इति घटाभावः घटं विहाय सर्वत्र भवति. घटाभावः घटे न भवति, सर्वत्र भवति. घटाभावः पटे भवति, घटाभावः भूतले भवति, किन्तु घटाभावः घटे भवितुं न अर्हति, यतोहि तत्र तादात्म्यसम्बन्धः अस्ति. घटः तादात्म्यसम्बन्धेन घटे भवति इति विषयः. प्रतियोगिनं विहाय सः सर्वत्र भवति. घटाभावः, घटाभावस्य प्रतियोगी कः? शिल्पा भगिनी, माला भगिनी. नीता भगिनी अस्ति वा? घटाभावस्य प्रतियोगी कः? घटः. घटाभावस्य प्रतियोगी घटः अस्ति, तदर्थं प्रतियोगिनं विहाय इत्युक्ते घटं विहाय सः अभावः सर्वत्र भवति इति अवगतम्? घटाभावः घटे न भवति इति विषयः. केन सम्बन्धेन? तादात्म्यसम्बन्धेन. घटाभावस्य प्रतियोगी अस्ति घटः. घटं विहाय इत्यस्य स्थाने प्रतियोगिनं विहाय सः अभावः सर्वत्र भवति. एवं पटः न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति. अवगच्छति वा? घटाभावः सर्वत्र भवति घटं विहाय, पटाभावः सर्वत्र भवति पटं विहाय. अयमेव च भेदः अन्योन्याभावः इति उच्यते. अवगतम्? अस्माकं मुख्यविषयः आसीत् अन्योन्याभावः, तस्य निरूपणार्थं कारणं निकषाः सर्वम् आसीत्. किन्तु अन्योन्यभावः इत्युक्ते किं? घटः पटः न, पटः घटः न इति विषयः एव अन्योन्याभावः. अयमेव च भेदः अन्योन्याभावः इति अभावविभागे चतुर्थः निर्दिष्टः. चत्वारः अभावाः आसन्: प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः. तर्हि घटः पटः न, पटः घटः न इति तादात्म्यसम्बन्धेन वक्तुं शक्नुमः. किमर्थं चेत् घटं विहाय अन्यत्र सर्वत्र घटाभावः भवितुमर्हति, पटं विहाय अन्यत्र सर्वत्र पटाभावः भवितुमर्हति, किन्तु स्वस्मिन् सः अभावः न भवति इत्येव अन्योन्याभावः, चतुर्थः अभावः. अस्तु भगिनि, इति विषयः. प्रश्नाः सन्ति वा? अस्तु, तर्हि विरमाम. शुभरात्रिः. धन्यवादः.